ॐ श्रीगुरवे नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे। ॐ सर्वेभ्यो नमः। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र द्वितीया तृतीया चतुर्थी विभक्तयः हलन्तशब्दानाम्। अस्मिन् विषये वयम् एकां कथां पठितवन्तः। तत्र मल्लिनाथः इति प्रसिद्ध टीकाकारः, यः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां टीकाः रचितवान्, तस्य विषये एकां कथां पठितवन्तः। इदानीं तत्र अभ्यासः केवलम् एकः अस्तु, केचन अभ्यासाः सन्ति, तान् कृत्वा अग्रे सरामः। तर्हि महोदय, पतिन् शब्दस्य प्रथमा विभक्ति का, रूपं किं महोदय? भगिनि, तत्र तत्र गीतासोपने एव दत्तमस्ति भगिनि, तत्र पेज् 179 पश्यतु। पन्ताः, पन्तानो, पन्तानः इति अस्ति। सत्यमेव, यतोहि तत्र नवदशे पुटे केवलं तत्र द्वितीया विभक्ति आरभ्य दत्तमस्ति खलु। अस्तु भगिनि, समीचीनम्। अस्तु तर्हि तत्र मल्लिनाथस्य कथा तत्र कथं स्मरन्ति वा? इदानीं पश्यामः तत्र पुनः एकवारं तत्र पुटसङ्ख्या किं 23 इति मन्ये, तत्र चतुर्थ अभ्यासः। अस्तु तर्हि तत्र आरम्भं कुर्मः। तत्र अस्तु शोभा भगिनी, प्रथम प्रश्नः पठित्वा तस्य उत्तरं ददाति वा भगिनि? आं महोदय, पेज् किम् उक्तवान् महोदय? 23 भगिनि। अस्तु, आम्, तत्र आवरणे रिक्तस्थानानि पूरयत, न कथायाः कृते तृतीय किल, तृतीया कृतवन्तः, किन्तु पुनरेकवारं कर्तुं शक्नुमः यदि इच्छन्ति चेत्, केवलं स्मरणार्थं, नो चेत् कथायाः विषय, कथा का इति प्रायशः सर्वे स्मरन्ति वा, कथा का इति? आं महोदय। अस्तु अस्तु अस्तु तर्हि अतः चतुर्थ अभ्यासः। एतेषां प्रश्नानाम् उत्तराणि लिखत मल्लिनाथः कस्य पुत्रः आसीत्? मल्लिनाथः देवशर्मा इति विदुषः पुत्रः आसीत्। देवशर्मा इति प्रथमविभक्ति, देवशर्मा प्रथमविभक्ति, तत्र प्रातिपदिकं किम्? ओ, तत्रापि षष्ठी करणीयम्। अस्तु, देवशर्मा इति नाम्ना इति वक्तुं शक्नुमः वा? सत्यं, तदपि देवशर्मा इति नाम्ना, देवशर्मा इति नाम्ना विदुषः, विद्वान्, विद्वान् षष्ठी किं भवति महोदय, एकनिमिषं क्षमताम्, विदुषः भवति किल षष्ठी? विदुष, विदुषः पुत्रं, विदुषः पुत्रः, पुत्रः विदुषः पुत्रः, इदानीं तत्र विदुषः इति तत्र षष्ठी, षष्ठी विभक्ति। अस्तु, किन्तु केवलं देवशर्मा इति एव वक्तुम् इच्छामः चेत्, देवशर्मस्य पुत्रः न, देवशर्मा इति, शर्मा इति दीर्घ आकारः। ओ, ओके, आत्मावत्, नकारान्तपदं, देव प्रातिपदिकमस्ति, देवशर्मन्, शर्मन्, देवशर्मन् अस्ति चेत् देवशर्मणः पुत्रः। समीचीनम्, देवशर्मणः पुत्रः आसीत् अथवा अस्ति, आसीत्, समीचीनं भगिनि, शर्मणः अथवा विदुषः, अथवा द्वयमपि मिलित्वा तत्र विदुषः देवशर्मणः पुत्रः, विदुषः देवशर्मणः पुत्रः, तदपि मल्लिनाथ भवति। समीचीनं भगिनि. अस्तु अग्रे उषा भगिनी द्वितीयः. आं महोदय. पलाशपुष्पदर्शनेन सन्तुष्टं मल्लिनाथं पत्नी किम् उक्तवती? पलाशपुष्पदर्शनेन सन्तुष्टं मल्लिनाथं दृष्ट्वा पत्नी आं पलाशकुसुमं मनोहारि एव इति. हा अस्तु. किन्तु मनोहारि एव किन्तु मनोहराणि इति वदामि वा मनोहारि इति महोदय? किं भगिनि? पलाशकुसुमं मनोहारम् अति तत्र मनोहारम् अति तदपि वक्तुं शक्नुमः खलु? आम् पलाशकुसुमं मनोहारि एव, परम् अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धम् इदं पलाशपुष्पमपि जनाः निष्प्रयोजनं मन्यन्ते इति उक्तवती. स्वशब्दैः वदतु इदानीं तत्र. अस्तु महोदय. पलाशकुसुमं मनोहारि एव, परन्तु अविद्यावन्तं भवन्तं पलाशकुसुमं मनोहारि अस्ति परन्तु सुगन्धः नास्ति. तथैव अविद्यावन्तम् अपि तत्र सुगन्धं नास्ति इति कृत्वा निष्प्रयोजकम् इति जनाः मन्यन्ते. तथैव अविद्यावन्तम् अपि निष्प्रयोजनम् इति जनाः मन्यन्ते इति सा उक्तवती. पलाशपुष्प दर्शनेन तत्र कः सन्तुष्टः आसीत् पलाशपुष्पदर्शनेन? मल्लिनाथः. मल्लिनाथः सन्तुष्टः आसीत् किन्तु तस्य पत्नी सः सन्तुष्टः नासीत्. अथवा सा अपि सन्तुष्टा आसीत् यतोहि एतत् सा जानाति. सत्यं भगिनि. सत्यम्. अस्तु अग्रे किं भगिनि? सत्यं भगिनि, सत्यं भगिनि. तत्र यथा तथा इति सा तुलनां कृतवती. समीचीनं भगिनि. अस्तु वेदा भगिनी अग्रे. गीताञ्जलि भगिनी नमस्कारः. महोदय. मल्लिनाथः अध्ययनार्थं कुत्र गतवान्? मल्लिनाथः अध्ययनार्थं वाराणसीं गतवान्. मल्लिनाथः अध्ययनार्थम् अध्ययनं कर्तुं वाराणसीनगरं गतवान्. समीचीनं भगिनि, समीचीनं. वाराणसीं खलु तत्र दीर्घ आकार नास्ति न महोदय. ओ वाराणसीम् इति अस्ति भगिनि. सत्यं भगिनि, वाराणसीम्. वाराणसीं सत्यं भगिनि. वयं सर्वदा वाराणसी इति वदामः किन्तु तत्र वाराणसी इति अस्ति. सत्यं भगिनि. तस्य अर्थं किम् अर्थः कः इति न जानामि. कोऽपि जानाति वा? वाराणसी नदी नद्यौ वहतः इति अहं जानामि महोदय. ओ अस्तु अस्तु अस्तु. वारी इति. अस्तु भगिनि. किञ्चित् अन्वेषणं कर्तव्यम् अस्ति. अस्तु धन्यवादः भगिनि. अस्तु सुजाता भगिनि अग्रिमप्रश्नः. नमस्कारः महोदय. मल्लिनादः कथं जागरितम् अभवत्? जागरितः अभवत् मल्लिनादः पत्न्याः वचनं यदि वचः वचसि वचांसि वक्तुम् इच्छति हा तत्र तद् वक्तुम् इच्छति चेत् तत्र वचसा इति भवति सत्यं वचसा वचसा जागरितम् अभवत् जागरितः अभवत् समीचीनं भगिनि हा तत्र पत्न्याः वचसा मल्लिनाथः जागरितः अभवत् समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनी नमस्कारः न श्रूयते अस्तु न श्रूयते भगिनि गीताञ्जलि भगिनी न श्रूयते अस्तु तर्हि शोभा भगिनी अग्रे आं महोदय मल्लिनाथः केषां टीकां रचितवान् टीकाः क्षम्यताम् मल्लिनाथः प्रसिद्धकविः कालिदासस्य कृतिः इत्युक्ते एकवचने कृतेः न कृतीनां टीकाः रचितवान् समीचीनं भगिनि समीचीनं तत्र मल्लिनाथः तत्र कालिदासस्य कृतीनाम् अपि पञ्चमहाकाव्यानां च टीकाः रचितवान् तत्र टीकाः इति विभक्ति का तत्र टीकाः इति बहुवचने टीका इति स्त्रीलिङ्गे दीर्घ आकारान्त पदम् बहुवचने किन्तु विभक्तिका तत्र विभक्ति प्रथमविभक्ति द्वितीय रचितवान् इति अस्ति द्वितीयविभक्ति बहुवचने हा समीचीनं भगिनि हा तत्र कर्मपदं किं रचितवान् किं रचितवान् इत्युक्ते तत्र टीकाः रचितवान् इति समीचीनं भगिनि समीचीनम् अस्तु अत्र मल्लिनाथस्य कथायां तत्र अंशद्वयं मनसि भवति तत्र एकः अस्ति तत्र एकः अंशः अस्ति तत्र पलाशकुसुमम् इति अन्यः विषयः अन्यः अंशः अस्ति तत्र निम्बतैलम् इति खलु हा तत्र पलाशकुसुमम् एकं येन यत् प्रेरितं यत् तत्र तेन सह प्रेरितः आसीत् जागरितः आसीत् अपि तत्र निम्बतैलेन तत्र तस्य अध्ययनस्य समाप्तिः अभवत् तत्र समाप्तिः तेन समाप्तिः प्राप्तम् इति प्राप्ता इति तत्र तस्य गुरुः ज्ञातः तस्मिन् समये अस्तु तत्र एषा एव कथा तत्र अहम् अस्मिन् सप्ताहे दृष्टवान् तत्र सम्भाषणसन्देशे अपि अस्ति किन्तु किञ्चित् परिवर्तिता कथा अस्ति अतः तत्र लिङ्क् प्रेषयामि चाट् मध्ये तत्र शीर्षकः अस्ति तत्र पलाशुकुसुमं यथा इति एव अतः पश्यन्तु पलाशकुसुमं यथा इति तत्र पेज् 16 अस्ति तत्र सम्भाषणसन्देशे 1996 सत्यं भगिनि किन्तु या कथा अत्र सम्भाषणसन्देशे अस्ति तत्र किञ्चित् परिवर्तिता अस्ति तत्र गीतासोपाने किञ्चित् भिन्ना अस्ति किन्तु अतः तत्र एतायाः कथायाः पठनमपि लाभः एव यतोहि अत्र महोदय यदा सः श्वशुरस्य गृहं गतवान् अपि च तत्र महान् अवमाननं अनुभूतवान् तदा तु तस्य सः न जागरितः सत्यं भगिनि सत्यं सः एव आश्चर्यः खलु एकः महान् अंशः एव अस्ति सत्यं भगिनि सत्यं सत्यं तत्र तत्र वयं न जानीमः तत्र किमपि तत्र महत्त्वपूर्णा घटना भवति किन्तु तेन किं तया किमपि न भवति किन्तु किमपि कोऽपि महत्त्वमेव नास्ति तादृश किमपि भवति किन्तु तेन तेन सर्वं परिवर्तनं परिवर्तितं भवति. इदानीं तत्र पश्यतु, तत्र कोरोना वैरस् तत्र महत्वं किमपि नास्ति खलु तत्र इति चिन्तयामः खलु. आम्, किमर्थं चेत् अणुः अणुः अस्ति, तत्र परिमाणं तु लघु लघु लघु लघुतमम् अस्ति, किन्तु तेन सम्पूर्णजगत् परिवर्तितं खलु. परिवर्तितम्? आं महोदय. एकवर्षः इदानीं तत्र मार्च् मासे खलु गतवर्षे, अतः सत्यं भगिनि. अतः तत्र श्वशुरगृहे किम् अभवत् तेन सह न प्रेरितः, किन्तु तत्र मार्गे पत्न्याः वाचा सः प्रेरितः. समीचीनमेव. अस्तु, शुभदा भगिनी नमस्कारः. श्रीप्रिया भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनी. गीताञ्जलि भगिनी इदानीं श्रूयते भगिनी? पूर्वं न अहं तत्र भवती उक्तवती इति चिन्तयामि, किन्तु अहं न श्रुतवान्. अस्तु, इदानीं तत्र पुटसङ्ख्या अस्ति 24. इदानीं तत्र कथायाः विषये ये प्रश्नाः आसन् तान् सर्वं कृतवन्तः. अहं तु शृणोमि. अस्तु अस्तु भगिनि, अस्तु अस्तु. इदानीं तत्र अग्रिम अभ्यासः, तत्र किमस्ति, भगवद्गीतायाः श्लोकद्वयम् अस्ति, तदनन्तरम् अमरकोशात् तत्र किमपि दत्तमस्ति, तत् कृत्वा अग्रे गच्छामः. अस्तु, तत्र पलाशकुसुमं यथा इति किं भगिनि, किं पलाशकुसुमं यथा इति कथा? आं भगिनि, वयं पठामः वा महोदय? न भगिनि, तत्र एषा एव कथा, मल्लिनाथस्य एव कथा सापि, किन्तु किन्तु तत्र किञ्चित् परिवर्तनम् अस्ति तस्यां कथायाम्, अतः लाभः अस्ति. इदानीम् अस्तु, पुनः तत्र किं मासत्रयं मास तत्र अथवा अग्रिमे वर्षे यदा मल्लिनाथस्य कथायाः स्मरणं न भवति तदा पठामः, तदा पठामः. किन्तु तत्र पलाशकुसुमम् इति एव शीर्षकः आसीत्, अतः मया स्वीकृतम् आसीत् तावदेव. वंशीसुधा भगिनी नमस्कारः. नमस्ते महोदय. नमस्कारः भगिनी. क्षम्यतां विलम्बः जातः. चिन्ता मास्तु भगिनी. कस्मिन् विषये चर्चा भवति? तत्र मल्लिनाथस्य कथा अस्ति खलु भगिनी गीतासोपाने, अतः तत्र अन्या कथा अपि अस्ति, तत्र अहं लिङ्क् पुनः प्रेषयामि तत्र चाट् मध्ये सम्भाषणसन्देशे. एषा एव कथा, किन्तु किञ्चित् अतः तदपि यदि पठामः, तां कथामपि यदि पठामः लाभः, किन्तु इदानीं मास्तु, यतोहि तत्र मल्लिनाथस्य कथा मनसि स्थापिता अस्ति. अस्तु, इदानीं तत्र शुभदा भगिनी अग्रे पठति वा तत्र पञ्चम अभ्यासः पेज् 24 मध्ये. श्लोकाः वा? श्लोकः. एतौ गीताश्लोकौ पठत, अत्र प्रयुक्तान् हलन्तशब्दान् परिशीलयत च. किरीटीनं गदिनं चक्रहस्तमिच्छामि, त्वां द्रष्टुमहं तथैव, तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते. तत्र किरीटिनं, किरीटिनं गदिनं चक्रहस्तम् इच्छामि, त्वां द्रष्टुम् अहं तथैव, तेन एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते. पुटसङ्ख्या अस्ति 24 भगिनि. आं महोदय. अस्तु, तत्र किरीटिनं, सत्यं सत्यं भगिनि. अस्तु, तत्र किरीटिनम् इति तत्र विभक्ति का तत्र? किरीटिनं, किरीटिनं गदिनम् एतत् सर्वे, एतानि सर्वाणि द्वितीयविभक्तौ. हा अस्तु अत्र अस्तु अस्तु तत्र प्रथमपङ्क्तौ तत्र क्रियापदं किम् अस्ति इच्छामि इति इच्छामि अतः तत्र कर्तृपदम् अस्ति अहम् अस्तु अतः अहम् इच्छामि किम् इच्छामि अहं त्वां द्रष्टुम् इच्छामि हा त्वां द्रष्टुम् इच्छामि त्वाम् इति तत्र कर्मपदं खलु त्वाम् इति कर्मपदं द्वितीयविभक्ति इदानीं तत्र कीदृशत्वं कीदृशं त्वां द्रष्टुम् इच्छामि इति प्रश्नः खलु आम् किरीटिनं गदिनं चक्रहस्तम् इति विशेषणानि सन्ति किरीटिनं गदिनं चक्रहस्तं त्वाम् अहं द्रष्टुम् इच्छामि समीचीनं भगिनि तथैव इदानीं तत्र किरीटिनम् इति पदस्य परिचयं करोतु किरीटिनम् इति किरीटः हा किरीटः यस्य यस्य सः किरीटी किरीटिन् इति किरीटिन् इदानीं तत्र किरीटिन् इति किरीटिन् इति पदं तत्र प्रथमविभक्तौ रूपं किम् समीचीनं भगिनि इदानीं किरीटिनम् इति किरीटिनम् समीचीनं गदिनम् अपि तदा तथैव गदिन् इति प्रातिपदिकं नकारान्त लिङ्गप्रातिपदिकं तस्य गदिनी गदिनौ केवलं गदी गदी अस्तु अस्तु क्षम्यतां गदी गदिनम् इति द्वितीया विभक्ति प्रथम एकवचनं चक्रहस्तं तथा एव तत्र प्रथमविभक्तिरूपं किम् अस्ति चक्रहस्ती न न इदानीं तत्र हस्ती आसीत् चेत् तत्र हस्तिनम् इति भवति किन्तु केवलं तत्र चक्रहस्तम् इति खलु भगिनि तत्र किरीटिनम् इति अस्ति गदिनम् इति अस्ति किरीटिनं किं भवति किरीटी इति भवति किरीटिन् इति नकारन्त हलन्तपदं गदिनम् इति तत्र प्रातिपदिकं किं गदिन् इति गदिन् इति इदानीं चक्रहस्तम् इति पदस्य प्रातिपदिकं किं हस्तः इति अकारान्तपदम् अकारान्तपदं वा हलन्तपदं नास्ति वा नास्ति नास्ति यस्य हस्ते चक्रः सः चक्रहस्तः तत्र इनि प्रत्ययः नास्ति केवलं चक्रः चक्रपाणिवत् पाणौ तादृशं चक्रहस्तः अतः तत्र साधारण तत्र हस्त चक्रहस्तः अकारन्त देवशब्दवत् तस्य चक्रहस्तम् इति द्वितीयविभक्तिरूपं किन्तु चक्रपाणि इति हलन्त अस्ति किल चक्रपाणिम् इति पाणि तत्र पाणि इति कीदृशपदम् इति द्रष्टव्यं तत्र पाणि इति इनि प्रत्ययः नास्ति खलु तत्र तत्र पाणि इति एव तत्र किम् अस्ति पाणि इति एव अस्ति सत्यं महोदय पाणि इति हस्तं खलु हस्तः खलु सत्यं सत्यं अतः तत्र इनि प्रत्ययः नास्ति तत्र नास्ति तत्र कवि शब्दवत् इति मन्ये ओ अस्तु चक्रपाणिः चक्रपाणी चक्रपाणयः इति अत्र तु अतः तत्र किम् अस्ति तत्र पाणिन् इति नकारान्त अस्ति वा पाणिन् न न न किन्तु पाणि इत्युक्ते किम् हस्त महोदय अतः चक्रपाणिः इति एव अस्ति तत्र इणि प्रत्यय यदा भवति तत्र यदि इणि प्रत्ययः भवति तत्र रूपभेदः भवति, किन्तु तत्र अत्र पाणि एव अस्ति, अतः तत्र अहं चिन्तयामि तत्र कविशब्दवत् इति, किन्तु पश्यामः पुनः दृष्ट्वा वदामि. महोदय तत्तु दत्तं किम् अस्ति महोदय तस्य लिङ्गं पाणिनिति इति हलन्तु पदं वा भगिनि मां पृच्छति वा न न गीताञ्जलि भगिनी तत्र चाट् मध्ये प्रेषितवती तत्र पाणिनिति अस्ति वा महोदय विशेषणपदम् अस्ति इति तु किन्तु हेण्ड् अपि दत्तं किम् इत्युक्ते मुद्रणदोष मुद्रणदोष अस्ति वा अहं चिन्तयामि पाणिः इति अस्तु भगिनि तत्र पश्यामः पुल्लिङ्गे अपि अस्ति महोदय पाणि इति हेण्ड् पुल्लिङ्गे हरिः किन्तु तत्र प्रातिपदिकं किं भगिनि पाणि हरि हरि हरिशब्दवत् पाणि इति प्रायः भवति इति एवं तदपि अस्ति रूपद्वयमपि अस्ति इति किन्तु अहं चिन्तयामि भगिनि तत्र अस्तु चक्रपाणिः इति अहं चिन्तयामि तत्र कविशब्दवत् अस्तु तत्र रूपद्वयं प्रायशः अस्ति चेत् तदपि समीचीनमेव अस्तु इदानीं तत्र किन्तु अत्र अस्ति चक्रहस्तः अतः चिन्ता नास्ति अस्तु अग्रे भगिनि शुभ्रभगिनी अग्रे अग्रे तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते अत्र तेन एव रूपेण चतुर्भुजेन सहस्रबाहो सहस्रबाहुः भव विश्वमूर्ते विश्वमूर्ते सहस्रबाहो इति सम्बोधनमस्ति इति अहं चिन्तयामि गुरो गुरो सहस्रबाहो भव विश्वमूर्ते विश्वमूर्ते अपि सम्बोधनम् एव ते सहस्रबाहो तेन एव रूपेण चतुर्भुजेन भवान् त्वं विश्वमूर्ति विश्वमूर्ते हे सहस्रबाहो भव इति हा त्वं पुनः तत्र तेनैव रूपेण चतुर्भुजेन तत्र किरीटिनं गदिनं चक्रहस्तिन हस्तम् इति तादृशं रूपं तस्य यदस्ति तथैव पुनः अपि भवतु इति तत्र तेन रूपेण चतुर्भुजेन तत्र तु तत्र चतुर्भुजेन इति तत्र अकारान्तपदमेव अतः क्लेशः नास्ति सहस्रबाहु अपि अपि विश्वमूर्तिः अपि तत्र हलन्तपदं नास्ति अस्तु समीचीनं भगिनि धन्यवादः किमर्थमस्ति महोदय कुत्र रूपेण तादृशरूपं धरतु अथवा पुनः तेनैव तेन रूपेण भव इति इत्युक्ते तादृशरूपं धरतु इति तत्र तृतीय बहुत्र तस्य प्रयोगः भवति भगिनि अतः तत्र तादृशं भवतु इति अस्तु अग्रे श्रीप्रिया भगिनि अग्रिमश्लोकः प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् उपैति शान्तरजितं ब्रह्मभूतकल्मषम् अस्ति इत्येव क्रियापदं वा महोदय शान्तरजितं प्रशान्तं प्रशान्तमनसं ह्येनं योगिनं सुखम् उत्तमम् उपैति शान्तरजतं ब्रह्मभूतकल्मषम् क्रियापदम् अध्याहाररूपेण आगच्छति वा अस्ति इति तत्र प्रथमतया तत्र हलन्तशब्दं परिशीलयामः तत्र किमस्ति तत्र योगी योगिन् इति अस्ति योगिनं योगिनं मनसम् अपि मनस् मनः मनः अपि किन्तु मनसम् इति रूपं नास्ति खलु सत्यं तत्र सत्यं भगिनि तत्र किमर्थम् इत्युक्ते तत्र प्रशान्तमनसः इति तत्र किम् अस्ति योगी इति पदस्य विशेषणम् अस्ति. अतः तत्र किम् अभवत् तत्र तत्र योगी हि एनं योगिनं तत्र एनम् इति तत्र एतम् इति अर्थे अतः एषः योगी प्रशान्तमनसः तस्य मनः प्रशान्तम् अस्ति इति कृत्वा तत्र प्रशान्तमनसः अथवा प्रायशः मनसाः अपि अपि भवितुमर्हति तत्र न जानामि. तत्र तत्र समासः भूत्वा हा सत्यं भगिनि सत्यं हा अतः तत्र पुल्लिङ्गरूपं यद्यपि मनः इति सकारान्त नपुंसकलिङ्गपदं किन्तु इदानीं तत्र समासं कृत्वा प्रशान्तमनसाः इति मनसस् इति प्रायशः न मनस् प्रशान्तमनस् इति प्रथमाविभक्तिरूपं किन्तु इदानीं पुल्लिङ्गपदम् इति कृत्वा तत्र प्रायशः प्रथमाविभक्तिरूपम् अस्ति प्रशान्तमनसाः इति. करुणार्द्रमनाः पण्डितः इत्येव अस्ति खलु महोदय, अतः तादृशं भवति वा प्रथमाविभक्तिरूपम्? हा अस्तु भगिनि अस्तु अस्तु अस्तु आमामां सत्यं सत्यं सकारान्त नास्ति. धन्यवादः भगिनि. हा हा हा हा तत्र मनसाः इति उक्तवान् किन्तु मनाः इति एव समीचीनं भगिनि धन्यवादः. हा करुणार्द्रमनाः इति एव सत्यं भगिनि यतोहि तत्र तत्र स्त्रीलिङ्गरूपं वयं दृष्टवन्तः खलु भगिनि तत्र अप्सरस् इति अस्तु खलु अप्सरस् इति सकारान्तपदं सकारान्तपदमस्ति किन्तु प्रथमविभक्तौ किम् अस्ति अप्सराः इति अस्ति. द्वितीयविभक्तौ एकवचने अप्सरसम् इति अस्ति. अत्रापि तत्र प्रशान्तमनाः इति प्रथमविभक्तिरूपं मनसम् इति द्वितीयविभक्तिः समीचीनं खलु भगिनि इदानीं. अतः मनाः इति अहं मनसः इति उक्तवान् तत्तु दोषायाः एव किन्तु मनाः इति समीचीनं भगिनि. अतः सकारान्तपुल्लिङ्गपदं प्रशान्त मनस् इति पुल्लिङ्गपदम् अस्तु. अतः तत्र योगी इति अस्ति सुखम् उत्तमम् अन्यत् किमस्ति तत्र उप इति रजसं तत्र प्रायशः तत्र शान्तरज तदपि एतादृशं भवितुमर्हति वा रजाः इति शान्तरजस् इति सकारान्तपदम् इति मन्ये किन्तु तत्र शान्तरजाः इति भवति अतः तत्रापि एतदेव भवति अत्रापि एषः एव कार्यः एतदेव कार्यमिति चिन्तयामि भगिनि. तत्र कोऽपि तत्र श्लोकस्य अर्थः वक्तुम् इच्छति वा तत्र शान्तमनसं हेनं हि तत्र प्रशान्तमनः मनस् इति प्रातिपदिकं शान्तरजस् यस्य रजः शान्तम् अस्ति तम् इति तत्र प्रशान्तमनसम् इति क्षम्यतां तत्र यस्य रजः शान्तम् अस्ति तम् इति शान्तरजसम् इति तदपि तत्र पुल्लिङ्गपदमेव किन्तु सकारान्तपुल्लिङ्गपदम् अर्थः कोऽपि वक्तुम् इच्छति वा तत्र मनसि शान्तिः अस्ति तत् सः उत्तमः सुखं प्राप्नोति महोदय. शान्तमनसं येनं योगिनं सुखम् उत्तमं तत्र उपैति शान्तिरजसं ब्रह्मभूतमकल्मषं तस्य यदि विकल्पः नास्ति अपि च विषयरूपस्य विकल्पः नास्ति तदपि अहं चिन्तयामि सम्यक् तत्र तत्र कर्तृपदं किम् इति तत्र कर्तृपदं तु श्रीभगवानुवाच इत्येव भवति किल तत्र सत्यं भगिनि किन्तु तत्र उपैति इति अस्ति, परन्तु कः उपैति? हा हा इति इति, अतः तत्र योगिनमपि एते सर्वे विभक्तव्यम् एव अस्ति. योगिनं क्षम्यतां, द्वितीयविभक्तव्यम् अस्ति कर्मपदमेव. प्रशान्तमनसं, सुखमुत्तमं, शान्तरजसम्, एतानि सर्वाणि विशेषणानि सन्ति एनं योगिनं. परन्तु उपैति कः उपैति? एषः इति एतम् एतम् एनम् इत्युक्ते एतम्, किन्तु तत्र 627 किम् अस्ति? भगवान् एव उपैति महोदय. षष्टम अध्याये श्री भगवान् वाच इति एव अस्ति न महोदय? महोदय, कर्तृपदम् इत्युक्ते यस्य मनः प्रशान्तमनसं योगिनम् एव, योगिनं सर्वं इत्युक्ते यं योगिनं सुखं यं योगि यं योगि अस्तु अस्तु भगिनि तत्र अस्तु वेत् सः अस्तु भगिनि तत्र वदतु भगिनि. तदेव महोदय, भवान् एव न न इदानीं तत्र अहं दृष्टवान् तत्र तत्र किं दत्तम् अस्ति इत्युक्ते तत्र सुखम् उत्तमम् इति तत्तु नपुंसकलिङ्गपदमेव, तदेव कर्तृपदं सुखम् उत्तमम् उपैति, सुखमुत्तमं गच्छति उपगच्छति. तत्र यथा मल्लिनाथः गुरुं गुरोः समीपं गच्छति खलु, तत्र गुरुं तत्र किम् आसीत् तत्र शिक्षितुं चेत् तत्र उपगत्य उपगतवान् तादृशं, तत्र सुखम् उत्तमम् इति कर्तृपदम्, उपैति इति क्रियापदम्, सुखं गच्छति कस्य समीपं गच्छति अथवा किं गच्छति तत्र ग्रामं गच्छति इति तादृश अर्थे तत्र उपैति. सुखम् उत्तमं कुत्र उपैति अथवा कुत्र गच्छति इत्युक्ते तत्र योगिनं कं गच्छति, कं गच्छति, कं गच्छति, योगिनं गच्छति. इदानीं कीदृशं योगिनम् इत्युक्ते तत्र सर्वं प्रशान्तमनसं हि एनं योगिनं, केवलं तादृशयोगिनम् उपैति सुखम् उत्तमम् इति. अतः तत्र सुखम् उत्तमम् एकमेव तत्र प्रथमाविभक्तौ अस्ति. तत्र शान्तरजसम् इति पुल्लिङ्गपदमस्ति, ब्रह्मभूतः तदपि तत्र ब्रह्मभूतः इति तदपि पुल्लिङ्गपदमस्ति, ब्रह्मभूतः अकल्मषः. अतः योगी कीदृशः अस्ति चेत् न भगिनि, ब्रह्मभूतम् इति अस्ति किन्तु तत्र द्वितीयविभक्तिरूपम् अस्ति. अतः केवलं कर्तृपदम् अस्ति सुखम् उत्तमम् इति, तदेव नपुंसकलिङ्गे अस्ति अतः तत्र प्रथमाविभक्तिरूपम्. अन्यत् सर्वं ब्रह्मभूतम् इति तत्र ब्रह्मभूतः, अकल्मषम् इति तत्र प्रथमाविभक्तिरूपम् अकल्मषः, शान्तिरजाः शान्तरजाः योगी, एषः योगी यः प्रशान्तमनाः अस्ति, शान्तरजाः अस्ति, ब्रह्मभूतः अस्ति, अकल्मषः अस्ति, तादृशः योगी यः अस्ति तम् एव अथवा एतम् एव सुखम् उत्तमम् उपैति. उप एति वा महोदय? उप योगः एति, एति इत्युक्ते गच्छति खलु, एति इत्युक्ते गच्छति, उपैति उपगच्छति इति, तत्र तस्य समीपं गच्छति इति अर्थे गच्छति, योगिनः समीपं गच्छति. अतः तत्र अत्र एतत् प्रायशः एषः उत्तम अभ्यासः भवति, तत्र द्वितीयविभक्तिरूपं दत्तमस्ति किन्तु तत्र षष्ठी कुर्मश्चेत् प्रायशः क्लेशः अपगच्छति. तत्र सुखमुत्तमं कस्य समीपम् उपैति योगिनः हा योगिनः मनसः हा समीचीनं प्रशान्तमनसः योगिनः शान्तरजसः ब्रह्मभूतः ब्रह्मभूतस्य ब्रह्मभूतस्य अकल्मषस्य हा हि एतस्य एतस्य हि एतस्य योगिनः एतत् सर्वम् इति अस्तु तत्र षष्ठी स्थापयामश्चेत् कस्य समीपम् इदानीं तत्र क्लेशः नास्ति इति मन्ये अस्तु पापकर्माणां विमुक्तः अस्ति न महोदय प्रशान्तमनसः योगिन् प्रायशः भगिनि हा यदि सुखम् उत्तमं तम् उपैति हा प्रायशः तादृशः अस्ति महोदय एकः प्रश्नः महोदय तत्र मनस् इति नपुंसकलिङ्गे अस्ति किल तत्र परन्तु समासं कृत्वा तत्र पुल्लिङ्गं भवति वा तत्र बहुत्र एतादृशः अस्ति किमर्थमित्युक्ते धर्ममूढचेताः वा तत्रापि द्वितीयाध्यायः चेतस् इति नपुंसकलिङ्गे अस्ति परन्तु तत्र यदि समासः कुर्मः तत्र सकारान्त स्त्रीलिङ्गपदं भवति वा पुल्लिङ्गपदं भवति चेताः इति भवति चेताः इति पुल्लिङ्गपदम् आसीत् भगिनि तत्रापि अत्रापि तत्र अत्रापि मनाः इति पुल्लिङ्गपदं तर्हि तत्र मनस् मनः इति शब्दः अप्सराशब्दवत् भवति वा रूपाणि सत्यं भगिनि हा सत्यं मनस् तत्र प्रशान्तमनस् इति पुल्लिङ्गपदं तत्र अप्सरस् इति स्त्रीलिङ्गपदं समानरूपं समानरूपं भगिनि महोदय उपैति इति कीदृशपदं उपयोगः एति उपयोगः उप इति उपसर्गः एति इति धातुः परन्तु किञ्चित् धातुः अस्ति वा धातुः एण धातुः इति क्रियापदं क्षम्यतां धन्यवादः भगिनि तत्र कथं जानीमः महोदय तत्र समासे नपुंसकलिङ्गं भवति वा प्रसङ्गं अत्र तु अर्थं दृष्ट्वा एव भगिनि अत्र योगी योगी कीदृशयोगी इति अतः तत्र अत्र पदस्य केवलं तत्र किम् अस्ति तत्र पदस्य लिङ्गस्य ज्ञानार्थं तत्र केवलं अथवा विभक्तिरूपस्य विभक्तेः रूपस्य निर्णयार्थं तत्र किम् आवश्यकम् इत्युक्ते तत्र विग्रहवाक्यं किम् अस्ति इति इत्युक्ते तत्र विग्रहवाक्यम् इत्युक्ते तत्र प्रशान्तमनस् मनसः इति अस्ति अतः तत्र मनसाः मनाः प्रशान्तमनाः इति पदमस्ति तत्र तस्य अर्थः कः इत्युक्ते तत्र यः एतत् पदं एतस्य पदस्य निर्माणं कृतवान् अथवा या कृतवती तत्र इच्छा का आसीत् इति अत्र इच्छा अस्ति तत्र योगी इति पदस्य विशेषणम् अतः तत्र यस्य मनः प्रशान्तम् इति तत्र विग्रहवाक्यं सत्यं महोदय अतः तत्र तद् दृष्ट्वा वयं जानीमः तत्र अस्तु यस्य मनः प्रशान्तम् अस्ति तम् प्रशान्तमनसम् इति अतः तत्र पुल्लिङ्गपदम् इति विशेषणं भवति इति कृत्वा पुल्लिङ्गपदं नो चेत् तत्र योगी इति स्थाने यदि तत्र प्रशान्तमनसं महिलाम् इति आसीत् चेत् तत्र किं भवति प्रशान्तमनसं महिलाम् तत्र मनाः एव भवति किल तत्र तत्र पुनः मनः एव भवति अप्सरस् स्त्रीलिङ्गरूपम् अस्ति तावदेव भगिनि अतः तत्र एतत् एषः अंशः तत्र हलन्तपदानां तत्र किम् अस्ति लिङ्गभेदः बहु किमपि तत्र नास्ति सत्यं हा अतः तत्र समानरूपं मनाः एव भवति, किन्तु तत्र महिला इति भवति, तत्र प्रशान्तमनाः महिला, किन्तु प्रशान्तमनसं महिलाम् इति द्वितीयविभक्तिरूपम्. सत्यं महोदय. अस्तु अस्तु महोदय, धन्यवादः. धन्यवादः भगिनि. अस्तु श्रीप्रिया भगिनी, तत्र अन्यत् किमपि अस्ति वा भगिनी तत्र वक्तव्यं? अस्तु अस्तु भगिनि, अतः तत्र अत्र श्लोकद्वयं कृतवन्तः. अस्तु धन्यवादः. अस्तु वंशी सुधा भगिनी, अग्रे भवती एव, तत्र अमरकोशः इति अस्ति, तत्र पठति वा भगिनि? आं महोदय, पठामि, प्रयत्नं करोमि. सूक्तिः अमरकोशः. ब्राह्मी तु भारतीभाषा गीर्वाग्वाणी, गीर्वाग्वाणी सरस्वती व्याहार उक्तिर्लपितम् उक्तिर्लपितं भाषितं वचनं वचः. पदच्छेदः भगिनि सम्यक् न श्रूयते भगिनि. न श्रूयते वा? अस्तु पुनः पठ. एवं वा? अधुना अपि पुनः पठामि वा भगिनि एकवारम्? अस्तु पुनः पठामि. अधुना अपि वा? अत्र तु सम्यक्तया श्रूयते भगिनि. अस्तु क्षम्यतां, मम कृते भाति. अस्तु अस्तु, पदच्छेदम् अस्ति महोदय. ब्राह्मी भारती भाषा गीः वाग् वाणी सरस्वती व्याहारः उक्तिः लपितं भाषितं वचनं वचः इति. अस्तु इति तत्र भाषायाः किञ्चित् इति इति अनन्तरं भगिनि इति ओ क्षम्यता इति त्रयोदशनामानि भाषायाः. ओ तत्र भाषायाः त्रयोदशनामानि अत्र तत्र पश्यामः. तत्र इदानीम् अस्माकं कार्यं किम् अत्र इत्युक्ते हलन्तपदानां अपि तत्र लिङ्गम् अपि तत्र. अस्तु प्रयत्नं करोमि वा महोदय. ब्राह्मी गुणी शब्दवत् अस्ति वा? ब्राह्मिन् अस्ति वा? ब्राह्मिन् न न न, तत्र तु तत्र प्रायशः ब्राह्मी इति नदीवत् एव अस्ति भगिनि भगिनि इति. एवं वा? भाषा इति रमा शब्दवत् अस्ति. गीः इति अस्ति तत्र प्रायः लक्ष्मी अथवा विशेषपदं प्रायः. अस्तु अस्तु आम्, लक्ष्मीः इति भवति किल. अस्तु आम् महोदय. वाग् इति वाक् इति भवति, वाक् तत्र हलन्तपदं, तत्र वाग् वाग् वाचौ वाचः इति दृष्टवन्तः. परन्तु लिङ्गं भिन्नम् अस्ति किल, तत्र स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदम् इदानीं वाक् इति स्त्रीलिङ्गः. वाणी अपि स्त्रीलिङ्गपदम् अस्ति, तदपि तत् वाणी इति नदी शब्दवत् एव भवति. सत्यं सत्यं. सरस्वती अपि नदी शब्दवत् अस्ति. व्याहारः इति तत्तु आकारान्त स्त्रीलिङ्गपदं. व्याहारः इति न जाने, व्याहार प्रायः तत्र पुल्लिङ्गपदम् इति मन्ये, यतो हि अकारान्तपदम् इति दृश्यते. सत्यं. चिन्तयामि, द्रष्टव्यं. महोदय, गीः इति गिर् इति शब्दः अस्ति, स्त्रीलिङ्गशब्दः गिर्. गिर् अस्तु, अतः हलन्तपदम्. अस्तु, गीः गिरौ गिरः, गीः गिरौ गिरः प्रथमा विभक्ति, गिरं गिरौ गिरः, गिरा गिर्भ्यां गिर्भिः गीर्भिः शब्दमञ्जर्याम् अस्ति महोदय. अस्तु भगिनि, विशेषपदं. अस्तु, किन्तु स्त्री तु ईकारान्तपदम् अस्ति, अत्र रकारन्त हलन्तपदम् अस्ति. गिर् इति. अस्तु, गिर् इति ऋस्वैकारः भगिनि. गिर् इति किं महोदय? गिर् इति ह्रस्वैकारः, ह्रस्वैकारः, ह्रस्वैकारः, र रेफान्त. अस्तु भगिनि, हलन्त हलन्त हलन्तपदं हलन्तपदम्. अस्तु भगिनि, धन्यवादः. स्त्रीलिङ्ग एव खलु भगिनि? स्त्रीलिङ्ग, स्त्रीलिङ्ग. अपि व्याहारः कोऽपि दृष्ट्वा पुंलिङ्गे अस्ति महोदय. पुल्लिङ्गे अस्तु, अकारान्त एव शब्दः तत्र. भगिनी सम्यक्तया न श्रूयते भगिनी, सम्यक्तया न श्रूयते. हा इदानीम् इदानीम् ओके इदानीं समीचीनम् अस्तु श्रूयते वा श्रूयते श्रूयते भगिनि तत्र वि उपसर्ग आ उपसर्ग हृधातु अपि घै अस्ति महोदय व्याहारः व्याहारः अस्तु अर्थः कः इति द्रष्टव्यः अस्ति अर्थः किम् अस्ति भगिनि तत्र भाषा इति लाङ्ग्वेज् स्पीच् डिस्कोर्स् इति कन्वर्सेशन् किन्तु तत्र भाषा गीत् वाग् वाणी तस्य तस्य वाट् यु से पदानि सन्ति अनन्तरम् उक्तिः अपि अस्ति लिपितम् अत्रापि दत्तमस्ति खलु भगिनि उक्तिः इति दत्तमस्ति अत्रापि उक्तिः अस्ति लपितम् अस्ति इदानीं प्रायशः तत्र व्याहारः पुल्लिङ्गपदम् एकमेव पुल्लिङ्गपदम् अस्ति तत्र तदनन्तरं तत्र उक्तिः पुनः स्त्रीलिङ्गपदम् इति मन्ये मतिशब्दवत् आम् सत्यं महोदय लपितं तु नपुंसकलिङ्गे अस्ति लपितं भाषितं वचनं वनं शब्दवत् अपि तत्र वचः इति तत्र सकारान्त नपुंसकलिङ्गे सकारान्त अस्तु तर्हि महोदय तत्र वचस् अपि अस्ति वचनम् अपि अस्ति वचनम् अस्ति अपि तत्र अन्यत् तत्र वाग् अपि अस्ति खलु वाचा इति पदद्वयं तु धातु एकमेव भवति किल तत्र वचस् इति वचः इति किमस्ति तत्र धातु समानमस्ति वा महोदय वचनम् अपि च वचः प्रायशः भगिनि केवलं प्रत्ययभेदः इति मन्ये एवं खलु अस्तु सत्यं भगिनि वच् इति धातोः द्वयमपि कृतम् इति मन्ये नामानि इति पदं तदपि हलन्तपदं नामानि नामानि इति नकारान्तपदं उषा भगिनि नामानि भाषायाः इति त्रयोदशनामानि भाषायाः नाम अस्ति कीदृशभाषा इत्युक्ते भाषा इति पदस्य अस्तु महोदय भाषा इति पदस्य अन्य नाम अस्ति तावदेव पर्यायपदम् अस्ति भगिनि यदि समानार्थकपदानि सन्ति इति भाषा इति तत्र संस्कृतभाषा इति तत् किमपि नास्ति केवलं भाषा इति पदस्य पर्यायपदानि सन्ति एतानि सर्वाणि भाषा केवलं भाषा तत्र संस्कृतभाषा आङ्ग्लभाषा किमपि नास्ति भाषा इत्युक्ते का भाषा इति पदस्य अन्यत् पदमस्ति ब्राह्मी अथवा भारती अथवा भाषा अथवा घी इति पुंलिङ्गे अपि नपुंसकलिङ्गे अपि अस्ति इति सत्यं भगिनि अतः तत्र भाषा उक्तिः इत्युक्ते अपि तत्र भाषा इत्यर्थे एव अस्ति अतः संस्कृत उक्तिः इति अपि वक्तुं शक्नुमः संस्कृतभाषा इति स्थाने यदि संस्कृतभारती जानाति वा इति अपि सम्यक् अस्ति वा महोदय संस्कृतभारती इति तत्र संस्कृत भाषा इति अपि तस्य अर्थः भवति खलु संस्कृतभारती एव भाषा संस्कृतभारती संस्कृतभाषा इति तदपि वक्तुं शक्यते सत्यं भगिनि अस्तु समीचीनं तत्र वचनमिति लुडन्तपदम् अस्ति महोदय वचः इति पुल्लिङ्गशब्दः अस्ति वचनम् इति नपुंसकलिङ्गे अस्ति वचः इति अपि नपुंसकलिङ्गपदं भगिनि वचस् वचस् वचस् वचः पुल्लिङ्गः शब्दः इति दत्तवान् महोदय इति वा भगिनि अहं चिन्तितवान् तत्र वचः वचसि वचांसि इति सत्यं तत् यद् भवान् वदति तत्तु सम्यक् अस्ति परन्तु कोशे तु वचः इति पुल्लिङ्गशब्दः दत्तवान्, अपि च वचनम् इति तु लुडन्तपदमस्ति, तत् सर्वदा नपुंसकलिङ्गे एव भवति. अस्तु भगिनि, तत्र अत्र प्रायः नपुंसकलिङ्गम् इति चिन्तितवान्, पश्यामि. अहमपि चिन्तितवती वचस् इति इति नपुंसकलिङ्गपदं, किन्तु अस्तु, प्रायः तत्र रूपद्वयम् अस्ति, तदपि भवितुम् अर्हति. एवम् अस्तु, प्रायशः महोदय भवितुम् अर्हति. एतत् फलन्तशब्दविशेषः सत्यं सत्यं सत्यं भ्रमजनकं सत्यं भगिनि. अस्तु, अग्रे गीताञ्जलि भगिनि, तत्र अमरकोशस्य द्वितीय. विद्वान् भगिनी प्रायश एतत् करोतु, तत्र अधोभागे यत् लिखितमस्ति तदेकवारं पठतु. अस्तु महोदय, सर्वमेव तदा विद्वान् योषज्ञः सन् सुधीः कोविदः बुधः धीरः मनीषी यः प्राज्ञः सङ्ख्यावान् पण्डितः कविः धीमन् धीमान् धीमान् धीमान् धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी इत्येतानि द्वाविंशतिनामानि पण्डितस्य. अतः तत्र कस्य पण्डितस्य इति प्रश्नः नास्ति, सर्वेषां पण्डितानाम् एतानि द्वादश द्वाविंशतिनामानि भवन्ति. तत्र सत्यं भगिनि, तत्र प्रायशः अनेकाः तत्र विरलतया वयं तानि पदानि द्रक्ष्यामः खलु, पश्यामः खलु, तत्र तत्र किं तत्र ज्ञः इति तत्र प्रायशः तत्र अस्तु, तत्र कृष्टिः अथवा लब्धवर्णः विचक्षणः प्रायशः दृष्टवन्तः, तत्र कोविदः अस्ति, किन्तु दोषज्ञः इति प्रायशः न दृष्टवन्तः. यः दोषः दोषं जानाति सः दोषज्ञः, सत्यं सत्यं, किन्तु तत्र शास्त्रज्ञः इति वदामः न तु दोषज्ञः खलु, तत्र शास्त्रं जानाति इति अर्थः भिन्नः, दोषं दोषं जानाति, परन्तु यत् शास्त्रं जानाति तदेव सः एव, सः एव तत्र दोषस्य तस्य एव दोषस्य, सत्यं सत्यं भगिनि, तदेव महोदय ज्ञः एव दत्तमपि, सत्यं सत्यं. अतः तत्र तत्र प्रायशः तत्र किमस्ति, विद्वान् इति हलन्तपदं, विपश्चित् इति हलन्तपदं, तदनन्तरं सन् इति सुधीः इति न जानामि, सुधीः इति कीदृशपदं, कोविदः तु हल अकारान्तपदं, बुधः धीरः अपि, तत्र मनीषिन् मनीषिन् इति नकारन्त हलन्तपदम् इति मन्ये, धीति बुद्धिः इति अस्ति किल महोदय. हा हा सत्यं भगिनि सत्यं, किन्तु अत्र सुधीः इति तत्र किन्तु प्रातिपदिकं किम् अस्ति अत्र, एतत् पदं तु सन्धेः प्रसङ्गे अस्ति महोदय, सुधी उपास्य इति, सुध्युपास्य इको यणचि इति प्रसङ्गे, यण् सन्धेः प्रसङ्गे सुध्युपास्य. अस्तु, वेरि पाप्युलर् सुधी इति भगिनी शब्दमञ्जर्यां दृष्टवती अधुना, किमस्ति न प्राप्तवती, किन्तु अहं जानामि दृष्टवती इति भवितुम् अर्हति महोदय. गुणिन् वत् गुणी भवति किल तत्र विसर्गः नास्ति भगिनि. विसर्गः नास्ति. अस्तु, अतः अतः क्लेशः. संख्या वान् तदपि तत्र संख्या वत् इति तत्र तकारान्तपदं, पण्डितः अपि कविः, धीमान् पुनः अलन्तपदं, सूरिन् प्रायशः सूरिः इति वा अथवा तत्र अथवा कविवत् पुंलिङ्गः सुधी शब्दः महोदय. वैज् किं भगिनि? ईकारान्तः पुंलिङ्गः सुधी शब्दः. अस्तु, सुधियौ सुधियः. ओ अस्तु भगिनि, अतः विशेष विशेषपदम् अस्ति, विशेषं पदम् अस्ति. अस्तु समीचीनं. कृति लब्धवर्णः विचक्षणः दूरदर्शी तत्र प्राशाः, हा तत्र हलन्तपदं, दीर्घदर्शी अपि हलन्तपदम् अस्तु. अस्तु, अतः तत्र केवलं परिचयार्थं तत्र अमरकोशस् इति तत्र अनेकानि पदानि सन्ति, किन्तु हलन्तपदम् अपि अस्ति. तस्मात् किं तत्र वयं चेतुं शक्नुमः इति प्रश्नः. यदि केवलम् एकवारं पठामः लाभः नास्ति, किन्तु यदि किमपि पदं तत्र पश्यामः यत् मनसि स्थापयितुं शक्नुमः तेन लाभः अस्ति. तत्र किम् अहं तु केवलं तत्र संख्यावान् अथवा मनीषी अपि सुधीः इति तत्र प्रायशः तद् स्थापितुं शक्नोमि, अथवा दूरदर्शी दीर्घदर्शी इति. लब्धवर्णः प्रायशः न स्थापितुं शक्नोमि इति मन्ये. तत्र सन् इति अस्ति महोदय, चतुर्थवाक्यं सन् कथं भवति? सन् इति अस्ति किल तत्र, सन् इति प्रायशः तत्र न जानामि सन् कथं भवति. तत्र अस्ति इति तत्र अस्ति इति पदस्य शत्रन्तरूपं, परन्तु सन् सन्तौ सन्तः. अतः तत्र सन् इति, सत् इति प्रातिपदिकम्, अतः तत्र सन्. तत्र सन्त् इति यद्वदामः सन्तुकाराम् इति, तत् सर्वं सन् इति एव खलु. अतः तत्र सन् इति अस्धातोः शत्रन्तरूपम्. अस्तु तर्हि तत्र अग्रे गच्छामः. तर्हि महोदय क्षम्यतां, तत्र वचः इति शब्दः नपुंसकलिङ्गे वचस् अस्ति महोदय. वचः इति शुकः अस्ति महोदय, पुल्लिङ्गशब्दे तु वचः शुकः अस्ति इति वा? अस्तु, शुकः अस्ति, शुकः अपि अस्ति. अस्तु भगिनि, अतः तत्र अर्थभेदः अस्ति, तत्र लिङ्गभेदेन अर्थभेदः भवति. अस्तु भगिनि, तत्र अतः वचस् इति नपुंसकलिङ्गे अस्ति चेत् तत्र भाषा इति अर्थः. अस्तु, पुल्लिङ्गे अस्ति चेत् तत्र शुकः इति अर्थः वा तत्र? अस्तु भगिनि, धन्यवादः भगिनि. अस्तु, अहं न ज्ञातवान्. अस्तु भगिनि, समीचीनं. महोदय एकवारं वदतु महोदय, विद्वान् नकारान्तः पुंलिङ्गः विपश्चित् हलन्तपदं, विपश्चित् इति तकारान्तपदम् इति मन्ये. सुहृत् इति भवति वा? हा सत्यं भगिनि, हा इति चिन्तयामि. हा तकारान्तपदं सुहृत् दोषज्ञः प्रायः तत्र देवशब्दवत् इति अकारान्त एव. सन् इति तत्र सत् इति, सत् इति तकारान्तपदं, तत्र भवत् शब्दवत् भवत् शब्दवत् सुधीः इति भवती एव उक्तवती खलु तत्र. देवशब्दवत् बुधः, देवशब्दवत् धीरः, देवशब्दवत् मनीषी इति प्रायशः मनीषिन् इति हलन्तपदम्. ज्ञः तु देवशब्दवत्, प्राज्ञः देवशब्दवत्, संख्यावान् तत्र पुनः भवान् शब्दवत् अथवा प्राप्तवान् संख्यावान् तत्र भवत् शब्दवत् तकारान्तशब्दः सत्यं. संख्यावत् मतु प्रत्ययः संख्यावत् इति, पण्डितः तकारान्तः, कविः तकारान्तः, धीमत् इति धीमान् धीमत् सूरिः इति प्रायः तत्र कविशब्दवत् इति मन्ये. कृती इति न जानामि, तत्र कृतिन् इति प्रायः अस्ति वा? यस्य कृतिः अस्ति सः कृती इति वा? प्रायशः स तादृशं भवितुम् अर्हति तत्र कृति दीर्घ ईकारान्त कृति नास्ति चेत् तत्र यथा गुणिन् गुणि इति अस्ति खलु गुणि गुणिन गुणिनः हा तादृशं कृतिन् इति प्रायशः भवति इति मन्ये भगिनि नकारान्तपदमिति चिन्तयामि तत्र कृति इति अस्ति चेत् कृष्टिः तत् प्रायशः कविशब्दवत् एव इकारान्तपदं लब्धवर्ण पुनः अजन्तपदं विचक्षणः अजन्तपदं दूरदर्शिन् इति नकारान्तपदं दीर्घदर्शि नकारान्तपदं तत्र सर्वत्र तत्र प्रायशः पुल्लिङ्गे एव अस्ति अत्र भाषायाः तु तत्र स्त्रीलिङ्गे नपुंसकलिङ्गे पुल्लिङ्गे अपि आसीत् किन्तु अत्र पण्डितः इति तत्र सर्वं पुल्लिङ्गे एव अस्ति तत्र लब्धवर्णः पण्डिताः न महोदय पण्डितः यदि देवशब्दवत् देवशब्दवत् हा स्त्रीलिङ्गपण्डिता अस्ति वा महोदय हा न जानामि भगिनि द्रष्टव्यमस्ति भगिनि समीचीनप्रश्नः हा तत्र वयं जानीमः तत्र विद्वान् इति तस्य पदस्य विदुषी इति अस्ति किन्तु पण्डितः इति तस्य स्त्रीलिङ्गरूपम् अस्ति न वा इति न जानामि पण्डिता भगिनि किन्तु संस्कृते तदस्ति न वा इति न जानामि तत्र लोके व्यवहारः अस्ति किन्तु तद् तत्र समीचीनं न वा इति न जानीमः खलु अतः तत्र विदुषी इति तत्तु समीचीनमेव किन्तु तत्र पण्डिता इति अस्ति केचन शब्दानां तत्र केवलम् एकमेव रूपम् अस्ति तत्र अतः तत्र किं तत्र तादृशपदं तत्र विशेषणम् इति न भवति केवलं तत्र तत् किं वदन्ति तत्र नियतलिङ्गपदम् इति अतः तत्र मित्रम् इति पदं तत्र महिलापि मित्रं भवितुम् अर्हति रामः मम मित्रम् इति वदामः किन्तु तत्र विशेषणम् इति न वक्तुं शक्नुमः खलु मित्रम् इति नपुंसकलिङ्गे अस्ति रामः पुल्लिङ्गे इति अस्ति किन्तु मित्रम् इति नियतलिङ्गपदम् अस्ति तत् सर्वदा नपुंसकलिङ्गे एव अस्ति अतः तत्र महिलापि महिलायाः वर्णनमपि सा पण्डितः इति वक्तुं शक्नुमः इति न जानामि अतः द्रष्टव्यमस्ति अस्तु हा तत्र पदस्य स्त्रीलिङ्गरूपं भवति न वा तत्र स्त्रीप्रत्ययाः सन्ति खलु तत्र अतः तेषां योजनेन रूपं कीदृशम् इति तत्र द्रष्टव्यमस्ति भगिनि कविशब्दस्य कवयित्री इति भवति कवयित्री हा अस्तु भगिनि अतः तत्र हा तत्र नर्तकः तत्र नर्तकी इति नर्तकी हा अतः तत्र स्त्रीप्रत्ययाः केचन सन्ति तेषां योजने कवयित्री परन्तु किञ्चित् विशिष्टमस्ति कवयित्री इति अतः तत्र प्रत्ययः अस्ति किन्तु तत्र केन पदेन योजितुं शक्नुमः इति तत्र तदपि द्रष्टव्यमस्ति अतः तत्र केवलं दृष्ट्वा एव वक्तुं शक्नुमः किन्तु पण्डितः इति पदस्य प्रायशः तत्र स्त्रीलिङ्गरूपं भवेत् अहं पृच्छामि तत्र महोदय पण्डिता इति स्त्रीलिङ्गपदं तत्र अस्ति महोदय पण्डिता श्रीलिङ्गमस्ति पण्डिता पण्डिते पण्डिताः अस्ति तत्र कुत्र अस्ति भगिनि तत्र अन्यत् कोशे मध्ये अहं पृष्टवती अस्तु भगिनि हा केवलं तत्र यदि तत्र उदाहरणं वा अथवा शास्त्रे पुराणेषु वा यदि तत्र उदाहरणम् अस्ति चेत् समीचीनं भवति खलु हा तत्र अहं चिन्तयामि कृदन्तपदम् इति उक्तवान् महोदय अस्तु पण्डितः योगः त प्रत्यये पण्डिता इति भवति वा इति न जानामि भगिनि अतः तत्र पण्डिता इति अस्ति न वा इति न जानामि भगिनि यदि अस्ति चेत् समीचीनं किन्तु रूपं किम् इति न जानामि अस्तु तर्हि अग्रे गच्छामः तर्हि तत्र लब्धवर्णः इति कथं भवति महोदय? न जानामि भगिनि. लब्धवर्णः लब्धवर्णः लब्ध इति प्राप्त खलु, लब्धवान् इति तत्र लब्धवर्णः, वर्णः वर्णं लब्धवान्, वर्णः लब्धवान् इति अर्थः, किन्तु न न जानामि भगिनि. हा अर्थः कथम् तदपि भवितुम् सत्यं भगिनि. हा तत्र अक्षरज्ञानं पाण्डित्यं प्राप्तवान् सत्यं भगिनि. हा समीचीनं भगिनि. हा तेषां विषये सत्यं भगिनि. हा वर्णमालायाः ज्ञानं प्राप्तवान् इति. हा तत् समासपदमस्ति लब्धवर्णः. लब्धवर्णः बहुव्रीहि समासः. आम् आं महोदय सत्यं. हा शोभा भगिनी धन्यवादः, समीचीनमेव. धन्यवादः महोदय. हा अस्तु. पण्डित इत्यस्मिन् पड् इति धातुः अस्ति महोदय. पड् पड् इति तस्य कृदन्तपदमस्ति. वंशीसुधा भगिनी सत्यम् उक्तवती, कृदन्त अस्ति पण्डिता इति. आमां पण्डितृ भवति, पण्डिता तत्र स्त्रीलिङ्गरूपं भवति महोदय. न भगिनी, पुंलिङ्ग एव भवति पण्डितृ इत्यस्य पण्डिता इति, यथा मातृ पितृ इति. रुकारान्तपदमस्ति चेत् तत्र पण्डिता इति अस्ति, पुंलिङ्गे दत्तमस्ति यत्र अहं पश्यन्ती अस्मि. अपि च पुंलिङ्गे पण्डितः इति अपि अस्ति, तदपि अस्ति, पण्डितः अपि अस्ति पुंलिङ्गे. सत्यं सत्यं. तत्र स प्रत्ययोजनेन तत् पण्डिता इति भवति वा इति, पण्डितः पण्डिता पण्डितं यदि तत्र तप्रत्ययः अस्ति चेत् तत्र प्रायशः तत्र पण्डिता इति भवितुमर्हति. यतोहि तत्र कथा पठिता अस्ति चेत् किन्तु तृच् इति भिन्नम् अस्ति, तृच् इति भिन्नं. हा पण्डित् इति भवति, न पण्डितृ इति, पण्डितृ भवति. तत्र पण्डित तत्र धातु कः अस्ति भगिनि? तत्र पिड् धातु, पड् धातु. तत्र यः ददाति सः दातृ खलु, तत्र धी धा धातुः धातृ इति भवति. ततर प्रायशः पडतृ इति वा प्रायशः, किं किन्तु किमपि कार्यं अस्तु भगिनि. अस्तु अग्रे गच्छामः. किन्तु प्रथमतया यत् गीतासौपाने अस्ति तस्य ज्ञानं प्राप्नुमः, तदनन्तरम् एतत् सर्वं तत्र साधारण तत्र पदानां ज्ञानं प्रथमतया भवेत् खलु. अग्रे तत्र विशेषपदानाम् अग्रे अपि ज्ञातुं शक्नुमः. अस्तु तर्हि तत्र अग्रे गच्छामः. इदानीं तत्र एतावत् के न पठितवन्तः. अस्तु हा तत्र सुजाता भगिनी अग्रे तत्र अग्रिम अध्यायः तत् पठति वा भगिनी? धीरस्तत्र न मुह्यति अलन्तशब्दाः पञ्चमी षष्ठी सप्तमी विभक्तयः. नद्याः नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवन्तः क्षम्यतां महोदय, कृतवतः छात्रस्य सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति. यत् वाक्यमस्ति महोदय, सत्यं भगिनि, सत्यं सत्यं. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवमस्ति. एतम् उच्चैः पठता अवगच्छत च. अद्य किं केवलं तत्र प्राशसमय केवलं एकवारं तत्र एकवारं पठनस्य एव समयः अस्ति. अग्रिमे वर्गे तत्र किं किम् अस्ति इति परिशीलयामः. अस्तु, अग्रे अपि पठतु भगिनि. अध्यक्षः इति यत् अध्यक्षः सर्वेभ्यः नमः. महत्यां विपदि समागतायाम् आत्मनः प्राणान् तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः. हा, समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे वेदा भगिनि. आं महोदय. अयं धीरः बालकः प्रधानमन्त्रिणः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति. एतत् अस्माकं सर्वेषाम् अभिमानस्पदम् अस्ति. अभिमानास्पदम् अस्ति. एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति. प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. हा, धन्यवादः भगिनि, समीचीनं. हा, समीचीनम्. अस्तु, उषा भगिनी अग्रे. आं महोदय. सत्यजित्, सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः. तस्मिन् दिने विरामः आसीत्, अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्. सरितः तीरेण गच्छतः मम मनसि. कञ्चित् कालं सरिति तरामि, तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः. तरणार्थम् उद्युक्तः अहं किञ्चित् अग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्. अहं परितः अवलोकितवान्, परन्तु न कोऽपि तत्र आसीत्. पुनरपि सरिति दृष्टिं प्रसारितवान्. अहं किञ्चित् अग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान्. हा, समीचीनं भगिनि, तावत् पर्यन्तम्. अस्तु, धन्यवादः. अस्तु, अग्रे शोभा भगिनि. आम् महोदय. निमेषं यावत् स्तब्धः अभवम् ततः सरितः गभीरतां विपदः कठिनताम् आत्मनः दौर्बल्यं च विस्मृत्याहं सरिति कूर्दितवान्. शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान्, तथा अपरं बालकम् आत्मनः स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्. यावत् तीरं प्राप्नवं तावता मम बोधः विनष्टः आसीत्. जागरितः अहम् उच्चैः आकृष्य सर्वान् आहूतवान्. ये विपदि पतिताः भवन्ति, ते कोऽपि वा भवन्तु रक्षणीयाः एव. तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः, तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः. धन्यवादः. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे शुभदा भगिनी. अध्यक्षः इदानीं सत्यजितः सम्माननं करोति अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः नरेन्द्रः सत्यजितः मुखात् एव सर्वं वयं श्रुतवन्तः कस्यापि जनस्य महत्त्वं वाचः माधुर्येण सम्पदः राशिना वा न अपि तु कर्मणः प्रभावेण एव सिध्यति विवेकिनः प्रतिभाशालिनः गुणिनः अस्य बालस्य चरितं सर्वेषाम् आदर्शः भवतु धन्यवादः समीचीनं भगिनी धन्यवादः अस्तु तर्हि तत्र प्रायशः अग्रिमे वर्गे तत्र अस्यां कथायां किं किम् अस्ति इति परिशीलयामः बहु सम्यक् कथा अस्ति एषा किन्तु तत्र केवलं तत्र अभ्यासार्थं तत्र अनेके वर्गाः वयं तत्र भवत्शब्दस्य अभ्यासं न कृतवन्तः किन्तु तत्र यद् दत्तमस्ति तत् एकवारं परिशील्यम् अग्रे कोष्टके अतः श्रीप्रिया भगिनी तत्र धीमतः इति अस्ति तत्र तस्य रूपाणि एकवारं तत्र प्रायशः भगिनी तत्र एषः इति तत्र एषः धीमान् इति तत् उपयुज्य करोतु भगिनि ध्वनिः अस्ति वा महोदय किञ्चित् अस्ति भगिनि किन्तु श्रूयते वा श्रूयते भगिनि एषः धीमान् तकारान्तः पुल्लिङ्गः धीमत् शब्दः एषः धीमान् एतौ धीमन्तौ एते धीमन्तः इदानीं भगिनि तत्र पुटे यत् दत्तमस्ति केवलं तत्र पञ्चमी षष्टि सप्तमी तावत् चिन्तमस्ति अथ पञ्चमी एतस्मात् धीमतः एताभ्यां धीमद्भ्यां तस्मात् ताभ्यां ताभ्यः तेभ्यः एतस्मात् धीमतः एताभ्यां धीमद्भ्याम् एतेभ्यः धीमद्भ्यः एतस्य धीमतः एतयोः धीमतोः एतेषां धीमताम् एतस्मिन् धीमति एतयोः धीमतोः एतेषु धीमत्सु समीचीनं भगिनि अग्रे तत्र गुणिनः इति अस्ति पुनः तत्र तस्य इति योजयित्वा वदतु तत्र गुणिन् इति तस्मात् गुणिनः ताभ्यां गुणिभ्यां तेभ्यः गुणिभ्यः तस्य गुणिनः तयोः गुणिनोः तेषां गुणिनां तस्मिन् गुणिनि तयोः गुणिनोः तेषु गुणिषु समीचीनं भगिनि धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनि तत्र सुहृद् इति पुनः तत्र एषः सुहृद् इति अस्तु वंशीसुध भगिनि भवती वदति अस्तु भगिनि अस्तु न श्रुतवान् पुनः वदतु महोदय कृपया तत्र पुटसङ्ख्या 26 मध्ये तत्र अन्तिमपदं तत्र सुहृद् इति दत्तमस्ति पञ्चमी षष्टि सप्तमी इति अस्ति तत्र सुहृदरूपाणि दत्तानि सन्ति केवलं तत्र एषः इति नियोजित्वा तस्य रूपाणि योजयित्वा वदतु अस्तु महोदय सर्वाणि रूपाणि न केवलं पञ्चमी षष्टि सप्तमी पञ्चमी इत्युक्ते एतस्मात् सुहृदः एताभ्यां सुहृद्भ्याम् एतेभ्यः सुहृद्भ्यः एतस्य सुहृदः एतयोः सुहृदोः एतेषां सुहृदाम् एतस्मिन् सुहृदि एतयोः सुहृदोः एतेषु सुहृत्सु समीचीनं भगिनि इदानीं तादृशमेव तत्र पुनः विदुष विद्वस् इति पदस्य विद्वस् विद्वस् एषः विद्वान् एषः विद्वान् इति इत्युक्ते एतस्मात् विदुषः एताभ्याम् एताभ्यां विद्वद्भ्याम् एतेभ्य विद्वद्भ्यः एतस्य विदुषः एतयोः विदुषोः एतेषां विदुषाम् एतस्मिन् विदुषी एतयोः विदुषोः एतेषु विद्वत्सु समीचीनं भगिनि समीचीनं धन्यवादः अस्तु अग्रे वंशीसुधा भगिनी इदानीं तत्र एषा विपद् इति स्त्रीलिङ्गपदम् आं महोदय आं केवलं पञ्चमी षष्ठी सप्तमी एषा विपत् किल अस्तु पञ्चमी इति विपद् विपद्भ्याम् एषा किमस्ति विपद् इति दत्तमस्ति एतस्याः विपदः एताभ्यां विपद्भ्याम् एतद्भिः विपद्भ्यः तत्र न पञ्चमी स्त्रीलिङ्गे एताभ्यां किल महोदय द्विवचने बहुवचने एताभ्यः इति खलु एताभिः वा एताभ्यः एताभ्यः एताभ्यः भवति महोदय एताभ्यः इति मन्ये पञ्चमी हा क्षम्यताम् ओ अस्तु पुनः वदामि महोदय एतस्याः विपदः एताभ्यां विपद्भ्याम् एताभ्यः विपद्भ्यः षष्टी तु एतस्याः विपदः एतयोः विपदोः एतासां विपदां सम्यक् महोदय एतासां भवति किल एतासाम् अस्तु एतस्यां विपदि एतयोः विपदोः एतासु विपत्सु इदानीं तत्र ता सा सरित् इति इदानीम् अग्रे सा अस्तु तस्याः सरितः ताभ्यां सरिद्भ्यां ताभ्यः सरिद्भ्यः तस्याः सरितः तयोः सरितोः तासां सरितां तस्यां सरिति तयोः सरितोः तासु सरित्सु हा समीचीनं भगिनि हा धन्यवादः अस्तु अस्तु अतः तत्र केवलं वाचः इति अस्ति तदनन्तरं जगत् इति अस्तु तत्र नकारान्तपदम् अस्तु अतः तत्र अग्रिमे वर्गे पश्यामः अपि अभ्यासः अपि सन्ति किन्तु तत्र कथायाः पठनं पुनः अग्रिमे वर्गे कुर्मः बहु समीचीना कथा अस्ति अतः तत्र तस्याः कथायाः पठनेन बहु लाभः अस्ति अस्तु तर्हि विरमामः तत्र क्षम्यतां तत्र केवलम् एकः निमेषः तत्र प्रश्नः अस्ति तत्र अग्रिमे वर्गे तत्र पुनः तत्र समयस्य परिवर्तनं भवति खलु अमेरिकादेशे अतः तत्र किं कुर्मः अग्रिमे वर्गे इदानीं वयं तत्र वर्गः अस्ति सार्धसप्तवादनतः नववादनपर्यन्तं तत्र किं अष्टवादनतः सार्धनववादनपर्यन्तं कुर्मः वा अथवा सार्ध अष्टवादनतः दशवादनपर्यन्तं कुर्मः वा इति प्रश्नः महोदय मया गन्तव्यं धन्यवादः महोदय धन्यवादः भगिनी धन्यवादः अस्माकं कृते भारतदेश कृते अस्माकं कृते तु किमपि परिवर्तनं नास्ति किल षड्वादन भवति भगिनी भवति अत्र अस्माकं यदि यदि सार्ध अष्टवादनः अस्ति चेत् परिवर्तनं न भवति यदि केवलम् अष्टवादनम् अस्ति चेत् तत्र अर्धघण्टा तत्र पूर्वं वा भवति अतः तत्र सार्धपञ्चवादने भवति परन्तु वर्षद्वयात् वयं तु सत्यं सत्यं किन्तु अमेरिकादेशे तत्र परिवर्तनं वर्षे द्विवारम् अभवत् भगिनि किमर्थम् द्विवारं किमर्थम् एकवारं परन्तु पूर्वस्मिन् वर्षे तु अस्माकं तु तत्र सर्वे अङ्गीकृतवन्तः अस्तु परिवर्तनं भवतु अमेरिका देशे इति सत्यं भगिनि अस्माकं कृते षड्वादने एव सम्यक् महोदय सत्यं सत्यं भगिनि इदानीं पश्यामः किं किं सर्वे वदन्ति किञ्चित् विलम्बः जातः तु सम्यक् परन्तु पूर्वं तु कष्टम् अनुभवामि महोदय अस्तु भगिनि अस्तु अस्तु भवत्याः कृते तद् अस्ति अस्तु भगिनि अस्तु एकमेकं परिशीलयामः तत्र उषा भगिनी भवती किं वदति अष्टवादनं महोदय अष्टवादन अस्तु शोभा भगिनी अस्तु महोदय अष्टवादनं महोदय किन्तु किमपि सर्वेषां कृते सम्यक् भवति तदपि समीचीनः एव अस्तु भगिनि अस्तु सुजाता भगिनी भवती किं चिन्तयति सुजाता भगिनी अस्तु सिक्स् ओ क्लाक् अस्तु भगिनि भारतदेशे षड्वादने अस्तु भगिनि अस्तु धन्यवादः शुभदा भगिनि अष्टवादने महोदय अस्तु भगिनि श्रीप्रिया भगिनि महोदय तत्र षड्वादने षड्वादने इत्युक्ते भारतदेशे षड्वादने भगिनि न न क्षम्यताम् अष्टवादने इ एस् टि किल इ एस् टि एव इ एस् टि एव अस्तु अस्तु महोदय शुभदा भगिनी इ एस् टि एव अष्टवादने श्रीप्रिया भगिनी समानसमये नो चेत् पूर्वमपि सम्यक् एव महोदय अस्तु भगिनि अतः तत्र भारतदेशे षड्वादने वा सार्धपञ्चवादने द्वयमपि समीचीनम् मम कृते तु समीचीनम् अस्तु भगिनि धन्यवादः गीताञ्जलि भगिनि किमपि महोदय सर्वं समीचीनम् अस्तु भगिनि अतः तत्र अस्तु तत्र भारतदेशे जनाः तत्र एतत् तत् किं कुर्मः तत्र अष्टवादनः अस्तु प्रायः अष्टवादन एव कर्तुं शक्नुमः खलु तत्र उषा भगिनी भवती अत्र पञ्चवादनम् अस्ति महोदय समीचीनं वा समीचीनं महोदय अस्तु अतः तर्हि तत्र अष्टवादने एव कुर्मः खलु तत्र अष्टवादने अत्र सुजाता भगिनी भवती किम् उक्तवती षड्वादने इति उक्तवती षड्वादने अस्तु भगिनि अस्तु अस्तु अस्तु तत्र अहमपि किञ्चित् चिन्तनं कृत्वा प्रेषयिष्यामि किन्तु तत्र सार्ध अष्टवादने भवति चेत् दशवादनतः बहु विलम्बं भवति महोदय सत्यं भगिनि सत्यं भगिनि अतः तत्र किं कुर्मः अतः तत्र किं किञ्चित् मध्यं तत्र किं मीडियं स्वीकुर्मः वा तत्र इत्युक्ते तत्र किं पादोन न न सपाद अष्टवादनं स्वीकुर्मः तर्हि नो चेत् तत्र किं तत्र सर्वे किं सार्धपञ्चवादने क्लेशः भवति वा भारतदेशे इति चिन्तयामि तत्र भगिनी अपि समीचीनं वा भगिनी भवत्याः कृते समीचीनं फर् मी बट् वट् एवर् इस् एवरीबडि विल् अग्री ऐ विल् गो वित् देम् अस्तु भगिनि अस्तु अतः तत्र श्रीप्रिया भगिनी उक्तवती चिन्ता नास्ति इति खलु भगिनि श्रीप्रिया भगिनी आं महोदय सार्धपञ्चवादने अपि सम्यक् एव किन्तु वंशीसुधा भगिन्याः कृते अतः अतः एव चिन्तयामि अतः तत्र किञ्चित् तत्र मध्यभागं स्वीकुर्मः खलु अतः तत्र सपाद अष्टवादनः इति भवतु वा किञ्चित् किमपि अस्तु अस्तु शुभदा भगिनि समीचीनं वा भगिनि सपाद अष्टवादनः आं महोदय आं महोदय नो चेत् तत्र सपाद अष्टवादन इत्युक्ते सपाद अष्टवादन इत्युक्ते भवत्याः कृते तत्र सपाद पञ्चवादनं भगिनि 545 तत्र 515 केलिफोर्निया मध्ये 545 भारतदेशे अस्तु अतः तत्र किञ्चित् तत्र सार्धपञ्चवादनमपि नास्ति, षड्वादनमपि नास्ति मध्ये. अस्तु तर्हि, अस्तु, धन्यवादः. अग्रिमवर्गे मिलामः. नमस्कारः. धन्यवादः भगिनि. महोदय क्षम्यतां, वदतु भगिनि.